रेकार्ड् न भवति इति मन्ये, चिन्ता नास्ति कुर्मः. नमस्सर्वेभ्यः. अस्माकं विभक्तिवल्लर्याः अपि च गीतासोपानस्य वर्गं प्रति स्वागतम्. प्रवर्तमानः विषयः अस्ति तृतीया विभक्तिः. तृतीया विभक्तेः उपयोगस्थानम् अद्य विजयथङ्किमहोदयः श्रावयति. आदौ ध्येयमन्त्रं शृणुमः. विजयकुमार् महोदय. आं भगिनि. अद्य भवान् पठतु एकः. ध्येयमन्त्रः दृश्यते. ध्येयमन्त्र इन्द्रियाणामनुसर्गं मृत्युन्यापि विवश्यते. अत्यर्थं पुनरुत्सर्गं साधयेत् देवतान्यपि. इन्द्रियाणाम् अनुत्सर्गः मृत्युनापि विशिष्यते. अत्यर्थं पुनरुत्सर्गः साधयेत् दैवतान्यपि. पुनरेकवारं वदति किम्? शनैः शनैः, चिन्ता नास्ति. इन्द्रियाणामनुत्सर्गः मृत्युनापि विशिष्यते. अत्यर्थं पुनरुत्सर्गः साधयेत् दैवतानपि. उत्तमम्. इदानीम् आङ्ग्लभाषा अर्थः किं वदति, किम् अर्थं जानाति? इन्द्रियाणैस्य सेन्स् आर्गन्स्. मनुस्सर्ग मीन्स् ह्यूमन् बीङ्ग्. अनुत्सर्ग कण्ट्रोल् मृत्युनापि विशिष्यति. इन् दि टैम् अट् द टैम् आफ् डेत् ऐ थिङ्क् मृत्युनापि. नो no no no mrityuna is by death. That means by death also by. It is very difficult. It's okay. More, it's more attacking than death also. Death is okay. Painful death. Okay. Is painful. And okay. Controlling your senses is even worse than the pain of death. Okay. And on the other hand, on the other hand, giving into senses is very bad. Can destroy even the god. अस्तु इदानीं प्रश्नाः सन्ति. अत्र एक्सेस् आफ् अटेच्मेण्ट् इति दत्तमस्ति. केन शब्देन गृह्यते श्लोके? केन शब्देन गृह्यते अटेच्मेण्ट् आफ् सेन्सेस्? अनुत्सर्गः. नाट् अनुत्सर्ग, उत्सर्गः. अत्यर्थं पुनर् उत्सर्गः. सो अत्यर्थम् उत्सर्गः इस् एक्सेस् आफ् अटेच्मेण्ट्. नान् अटेच्मेण्ट् इति अर्थः केन शब्देन गृह्यते? नान् अटेच्मेण्ट् उत्सर्गः इस् अटेच्मेण्ट्. अनुत्सर्गः इस् नान् अटेच्मेण्ट्. डिस्ट्राय्, डिस्ट्राय् इति शब्दः केन शब्देन गृह्यते? डिस्ट्राय् साधयेत्. साधयेत् अस्तु. धन्यवादः महोदय. धन्यवादः. विजयथङ्की महोदय, श्रावयतु इदानीं तृतीया विभक्तेः विषये. आं भगिनि. तृतीया विभक्ति क्रियाणां यत् साधनं भवति तस्य तृतीया विभक्तिः भवति. अग्रे ऑल द रूल्स आई हैव टू से. यस, साधनम् अत्र आं संस्कृते एव. तत्र विभक्तिवल्लरिः अस्ति किल, क्षम्यतां विभक्ति वल्लरी अस्ति किल तत्र तत्रतः पठतु चिन्ता नास्ति तो क्रियायां यत् साधनं भवति तस्य तृतीया विभक्ति भवति तस्य अर्थः कः तृतीया विभक्ति इस् यूस्ड् वेन् वी नीड् टु स्पीक् अबौट् द इन्स्ट्रुमेण्ट् आफ् द एक्शन् उत्तमम् अग्रे सेकेण्ड् वन् भावसूचकानां शब्दानाम् अपि तृतीया भवति वेन् वी नीड् टु एक्स्प्रेस् इमोशन्स् वि शुड् यूस् तृतीया उत्तमम् अग्रे थर्ड् वन् तृतीया विभक्ति इस् यूस्ड् वेन् वी नीड् टु यूस् द सः शब्द फार् एक्साम्पल् पिता पुत्रेण सह नगरं गच्छति संस्कृते वदतु सः इति शब्दस्य यत्र भवति तत्र तृतीया विभक्तिः भवति सत्यम् अग्रे विना इत्यस्य शब्दस्य योगे तृतीया विभक्तिः भवति तृतीया विभक्ति इस् यूस्ड् वित् द वर्ड् विना उत्तमम् सो एब्सेन्स् वेन् यु वाण्ट् टु इण्डिकेट् एब्सेन्स् आफ् समथिङ्ग् देन् आल्सो वि यूस् तृतीया अग्रे अग्रे फिफ्थ् यः शब्दः कारणवाचकः हेतुवाचकः भवति तस्य तृतीया भवति तृतीया विभक्ति इस् यूस्ड् वेन् वी हेव् टु यूस् कोस् और् ओब्जेक्टिव् आफ् वेन् वी एक्स्प्रेस् द कोस् आफ् द रीज़न् द रीज़न् आर् द कोस् बोथ् यू कैन अग्रे सिक्स्थ् वन् प्रयाणसमये यद् वाहनम् उपयुज्यते तत् प्रयाणसाधनम् अतः तस्य तृतीया विभक्ति भवति तृतीया विभक्ति इस् यूस्ड् when we use a instrument or what should I say for traveling vehicle so instrument of traveling is vehicle instrument of traveling is vehicle uttamam okay. agree yada vayam kimapi krinimah तदा यत् धनं दीयते तस्य तृतीया विभक्ति भवति तृतीया विभक्ति इस् यूस्ड् वेन् वी बाय् समथिङ्ग् एण्ड् गिव् मनी इन् एक्स्चेञ्ज् देट् मनी पार्ट् इस् यूस्ड् इन् तृतीया विभक्ति उत्तमम् अग्रे निषेधार्थकः अलं शब्दः यत्र प्रयुज्यते तत्र तृतीया विभक्तिः भवति पर्याप्तार्थकस्य अलं शब्दस्य योगे तु चतुर्थी भवति वेन् वी नीड् टु एक्स्प्रेस् द नेगेटिव् और् इनफ् आफ् समथिङ्ग् अलं शब्दः यत्र प्रयुज्यते देन् वी शुड् यूस् तृतीया विभक्ति एण्ड् वाट् इस् दिस् डिफ़रेन्स् बिट्वीन् चतुर्थी विभक्ति अपि च तृतीया विभक्तिः यत्र निषेधार्थकः भवति तत्र अलम् इति शब्दस्य प्रयोजनं क्रियते अपि च तत्र तृतीया विभक्तिः भवति परन्तु यदा पर्याप्तार्थकस्य दट् मीन्स् निषेधार्थक इस् प्रोहिबिशन् वेन् यु वाण्ट् टु प्रोहिबिट् समवन् फ्रोम् डूयिङ्ग् समथिङ्ग् यु टेल् इनाफ् आफ् दिस् नौ डोण्ट् डू मोर् दट् टैम् तृतीया विभक्ति हौ एवर् वेन् सम्बडि इस् सर्विङ्ग् यू समथिङ्ग् and you want to tell them now it's enough I don't want more that time chaturthi vibhakti but that will do when we come to that uttamam agre agre patatu aam bhagini tavadeva tavadeva tavad uttamam mahode aham kimartham vadatu iti vadami ityukte kinchit abhyasah jayate tavadeva So that it becomes a practice and revision is always good for everybody at all times. Astu mahoday, aneke dhanyavadah. Dhanyavadah. Dhanyavadah. Idanim, Gita Sopanasya, saptatya adhika shatam putatamam prati gachamaha. That's 170. 170 उद्घाटयन्तु पुस्तकं. तत्र समाधिः इति इकारान्त पुंलिङ्ग् शब्दं पर्यन्तं कृतवन्तः गतवर्गे. इदानीम् अग्रे अस्तु, विशालाक्षी भगिनी आरम्भं करोतु. विशालाक्षी भगिनी 170 पेज् नम्बर् 170 फ्रोम् प्रभु फ्रोम् प्रभुः फ्रोम् प्रभुः प्रभुः ओके प्रभुः वाट् इस् दट् प्रभुणा देन् प्रभुः आदौ वदतु कीदृशं पदमिति. कीदृशं पदमस्ति? लिङ्गं किं? वचनं किं? प्रभुः इस् पुल्लिङ्गम्. उत्तमम्. अपि च अन्ते कः वर्णः अस्ति? इकारान्तः अस्ति वा आकारान्तः अस्ति वा उकारान्तः अस्ति वा? उकारान्त उकारान्त उकारान्तपुल्लिङ्गशब्द उकारान्तपुल्लिङ्गशब्द गुरुवत् भवति. गुरुवत् गुरुवत् ओके. इदानीं वदतु रूपाणि. गुरुवत् दृष्ट्वा वदतु, चिन्ता नास्ति. गुरु इस् नाट् गिवेन् युर् शिशु शिशु पश्यतु शिशुः शिशुः शिशुः शिशुः ओके. सो गुरुणां गुरुणा गुरुभ्याम् एण्ड् गुरुभिः. उत्तमम्. इदानीं या प्रभुः प्रभुः प्रभुणा प्रभुभ्यां प्रभुभिः प्रभुणा प्रभुणा इत्युक्ते एकनिमिषः प्रभुणा प्रभुणा इत्युक्ते किं? वाट् इस् द मीनिङ्ग् आफ़् प्रभुणा? इफ् यु सि प्रभुणा रिटन् सम्वे वदन्ति प्रभुणा प्रभुणा प्रभु इस् लार्ड् सो प्रभुणा किं? बिकास् इट् इट् हेज़् अ रे फर् नो र नैव तत् सत्यं प्रभु तदपि सत्यम्. अर्थः कः प्रभुणा इति शब्दस्य अर्थः कः? विभक्तिः का? तृतीया विभक्ति तृतीया विभक्ति रामः रामः बाणेन रावणम् हतवान्. तत्र अर्थः का? बाणेन इत्युक्ते अर्थः कः? देट् इस् वित् द बो एरो वित् द एरो सत्यं. तर्हि बाणेन वित् द एरो प्रभुणा इत्युक्ते किं? प्रभुणा प्रभुः इस् बै द लार्ड्. वाट् इस् द मीनिङ्ग् आफ़् प्रभु? वित् बै द लार्ड् by the by lord the, okay by the lord the, by two lords by many lords. Example of sentence how srishti do you put it as an example? Aham vadami srishti hi prabhuna kriyate. Srishti hi prabhuna kriyate by kriyate. God okay. This creation has happened. Okay okay. Guruna ityukte kim? Guruna is by the teacher. Uttama. Idani agrevat agrevachat guruhu guruna gurubhya guruna gurubhyam gurubhi ikshuhu ikshuhu is eyes. Sugarcane sugarcane sugarcane sugarcane ikshuhu is चक्षुः इस् ऐस् चक्षुः या इक्षुणा इक्षुभ्यां नो यर् इट् इस् इक्षु न एव ओके साधु ओके इक्षुणा इक्षुभ्याम् इक्षुभिः इक्षुभिः इत्युक्ते किम् इक्षुभिः मीन्स् मोर् देन् टु बै मोर् देन् टु शुगर्केन् शुगर्केन् या क्रतुः क्रतुः तत्रान्त पुंलिङ्ग् शब्दः क्रतुः मीन्स् वाट् क्रतुः मीन्स् इण्टेलिजेन्स् क्रतुः आल्सो मीन्स् अण्डर्स्टाण्डिङ्ग् क्रतुः क्रतुणा क्रतुभ्यां क्रतुभिः क्रतु न अस्ति तत्र बाधयति णत्व अच्छा ओके तु क्रतु क्रतुना क्रतुभ्यां क्रतुभ्यां क्रतुभिः रिपुः अग्रे रिपुः रिपु मीन्स् एनिमी एनिमी रिपुना रिपुणा उत्तमम् उत्तमं रिपुभ्यां रिपुभिः रिपुभ्याम् इत्युक्ते किं बै वित् टु बै टु एनिमीस् एनिमी सत्यम् अस्तु धन्यवादः धन्यवादः विजयकुमार् महोदय विजयकुमार् महोदय अग्रे करोतु आं भगिनि पिता पित्रा पितृभ्यां प्रतिभिः पितृभिः इदानीम् अत्र प्रातिपदिकं किं कीदृशं पदमस्ति पितृ उत्तमं ऋकारान्त पुंलिङ्गशब्दः अग्रे दाता दाता दाता इस् अकारान्तपुल्लिङ्ग अकारान्तपुल्लिङ्गशब्द नैव नैव नैव दातृ नैव नैव ऋकारान्त ऋकारान्त पुंलिङ्गशब्दः अस्ति ओके ऋकारान्तपुल्लिङ्गशब्द दिस् इस् पुंलिङ्गशब्द दात्रा द्रातृभ्यां द्रातृभिः हा तर्हि धातृभिः इति पदस्य अर्थः कः मेनि टु मेनि मेनि मेनि आफ् देम् मेनि आफ् देम् देन् धातरः किम् मेनि आफ् देम् यु केनाट् से वाट् यु शुड् से इस् बै मेनि आफ् देम् यु हेव् टु अण्डर्स्टाण्ड् देट् दिस् इस् सुद्धिया विभक्ति बै मेनि आफ् देम् okay that bye, is very bye. important because if you okay. say many then it becomes dhata dhatarav dhatarah okay. like that okay okay agre shastra uttam shastra ha shastra apicha pratipadikam shastra shastra shastra is same I think rikaranta pullinga shabd सत्यं सत्यं रूपाणि षष्ट्रा षष्ट्राभ्यां षष्ट्राभिः षष्ट्रा तु सत्यमस्ति षष्ट्रभ्यां षष्ट्रभिः तत्र प्रातिपदिकस्य उपयोगं भवति ओके एण्ड् वाट् मीन्स् द क्रियेटर् वन् क्रियेटर् ओके आफ् एनिथिङ्ग् षष्ट्रा ओके अग्रे हन्ता सेम् नो नो नो अकारान्त हन्तृ सेम् हन्तृ इति प्रातिपदिकं हन्तृ इति प्रातिपदिकं ओके वन् हू किल् हन् इति धातुः अस्ति हन्ताः हन्ताभ्यां हन्ता किमर्थं हन्ताः किमर्थं पिता बिकम्स् पित्रा धाता बिकेम् धात्रा ओहो ओके ओके सो हन्त्रा हन्त्रा हन्त्रा हन्त्राभ्यां हन्त्राभ्यां किमर्थं हन्त्राभ्यां ओके हन्तृभ्यां तत्र प्रातिपदिकस्य उपयोगं भवति हन्तृभ्यां हन्तृभ्यः हन्तृभ्याम् इत्युक्ते किं हन्तृभ्याम् इत्युक्ते किं टु आफ् द नैव तृतीया विभक्तौ अस्ति किल तर्हि बै टु आफ् देम् देट् इस् वेरि इम्पार्टेण्ट् बै अग्रे निशा निशया निशा निशाभ्यां निशाभिः लिङ्गं किं पदस्य स्त्रीलिङ्ग स्त्रीलिङ्गपदमस्ति निशया निशाभ्याम् इत्युक्ते किं निशा इत्युक्ते किं नैट् नैट् नैट् नैट् So Nishaya is in by two nights it is said by two nights uttamam mahode dhanyavadah dhanyavadah asmita bhagini karotu shraddha shraddhaya shraddhaya neva shraddhaya shraddhaya tatra आकारान्त नास्ति अकारान्त श्रद्धया निशा बिकम्स् निशया तर्हि श्रद्धा बिकम्स् श्रद्धया श्रद्धया श्रद्धाभ्यां श्रद्धाभिः श्रद्धाभिः इत्युक्ते किं भगिनि एकनिमिष श्रद्धाभिः इत्युक्ते किं बहुवचनं बहुवचनं परन्तु सत्यं श्रद्धाभिः इत्युक्ते किं वित् फेत् वित् मेनि फेत् मेनि फेत् अस्मिन् वे वित् मेनि फेत् उत्तमम् अग्रे माया मायया उत्तमं मायाभ्यां मायाभिः माया इत्युक्ते किम् माया नाम अपि क्षम्यताम् अपि नाम अपि यु राइट् आल्सो फीलिङ्ग्स् और् इल्यूजन् इल्यूजन् इल्यूजन् आम् इल्यूजन् माया अस्तु अग्रे अग्रे प्रभा प्रभया प्रभाभ्यां प्रभाभिः प्रभा इत्युक्ते किं प्रभा इल्युमिनेशन् इल्युमिन् नो नो यु केन् से सन्लैस् आल्सो यु केन् से देट् बट् इट् इस् नाट् प्रभा द वेन् यु पुट् दट् टैम् इट् बिकम्स् सन्रैस् ओके और् द मार्निङ्ग् हौ एवर् ओन्लि प्रभा मीन्स् द लैट् इल्युमिनेशन् ओन्लि प्रभा अस्तु प्रभाभ्याम् इत्युक्ते किं बहुवचनं प्रभाभ्यां बहुवचनं लाड् आफ् वित् लाड् आफ् इल्युमिनेशन् वित् लाड् आफ् इल्युमिनेशन् भगिनि वचनं किं प्रभाभ्याम् इति शब्दस्य वचनं किं बहुवचनं प्रभाभिः नैव प्रभाः द्विवचनमस्ति द्विवचनमस्ति तत्र द्विवचने प्रभाभ्याम् अपि च अर्थः अस्ति बै टु इल्युमिनेटर्स् यु केन् से देट् और् एनिथिङ्ग् दट् इल्युमैन् टु टैम्स् देट् आल्सो यु केन् श्रूयते किं किञ्चित् खण्डनं भवति किम् अद्य अद्य अत्र नेट्वर्क् अस्ति जालपुटस्य दोषः अस्ति, चिन्ता नास्ति. इदानीं श्रूयते किम्? इदानीं श्रूयते. अग्रे करोतु. कीर्तिः कीर्तया कीर्तिभ्यां कीर्तिभिः. भगिनी तत्र कीर्तया नाम मास्तु, कीर्तया मास्तु, कीर्त्या इति वदति. कीर्त्या कीर्त्या कीर्तिभ्यां कीर्तिभिः. इकारान्तः स्त्रीलिङ्ग. उत्तमम्. इकारान्तः स्त्रीलिङ्गशब्दः अस्ति. अपि च अर्थः कः शब्दस्य? फेम्. फेम्, उत्तमम्. अग्रे धृतिः धृत्या धृतिभ्यां धृतिभिः. अर्थः येस् करेज् और् सपोर्ट् और् सपोर्ट् देट् इस् वै इवन् इट् केन् बि बोत् डिपेण्डिङ्ग् आन् द काण्टेक्स्ट्. अग्रे मही भया महीभ्यां महीभिः. मही इत्युक्ते किं? मही नदीवत्. नदीवत्. धन्यवादः भगिनी, धन्यवादः. अग्रे कविता भगिनी करोतु. नमस्ते भगिनी. नदी. नमस्ते. नदी नदी नद्या नदीभ्यां नदीभिः. नदीभिः इत्युक्ते किम्? नदीभिः बै मेनि रिवर्स्. बै मेनि रिवर्स्. उत्तमम्. उत्तमं. धेनुः धेनुः धेनु कौ उकारान्त स्त्रीलिङ्गशब्दः. सो धेनुवा धेनु धेनुभ्यां धेनुभिः धेनु. देन् तनुः तनुः तनुः तन्वा तन्वा सत्यं तन्वा तन्वा तन्वा तनुभ्यां तनुभिः. अग्रे तनु इत्युक्ते किम्? स्टेम्. ऐ डोण्ट् स्टेम् नै बाडि. नो नो बाडि बाडि बाडि बाडि सेल्फ् सेल्फ् बाडि. अग्रे घोष अभ्यासः अभ्यासः शुडस्ट सत्यं. यस् यस् कोष्टके कोष्टके विद्यमानानां शब्दानां तृतीया विभक्तिरूपं प्रयुज्य वाक्यं पूरयत्. कोष्टके given in the brackets are the words which are to be used in the tritiya vibhakti in the sentence in the below. Bagini ni awaaz ni hello. Yeah, we can't hear her. Darshana. Yeah, maybe she has gone इदानीं श्रूयते किं मम ध्वनिः? आं भगिनि. अस्तु, तर्हि कोष्ठके इति पदस्य अर्थः ब्राकेट्स् नास्ति, तत्तु आवरणे अस्ति. अत्र तु टेबल् टेबल् टेबल् टेबल्. विद्यमानानां शब्दानां एतयोः शब्दयोः अर्थौ कः? विद्यमानानां गिवन् इन् द गिवन् इन् द विद्यमानां गिवन् इन् द ब्राकेट् बाक्सेस् सो द एक्सिस्टिङ्ग् वर्ड्स् द एक्सिस्टिङ्ग् वर्ड्स् विभक्तिः का? तृतीया विभक्ति नैव विद्यमानानां शब्दानां षष्ठी विभक्तिः अस्ति. तृतीया विभक्ति शब्दः इति शब्दस्य तृतीया विभक्तिः का? शब्दः इति शब्दस्य तृतीया विभक्तिः का? शब्देन शब्देन शब्दाभ्यां शब्दैः शब्दैः अस्तु. प्रयुज्य प्रयुज्य इति पदस्य कीदृशं पदं प्रयुज्य प्रयुज्य कीदृशं पदं कीदृशं पदं कृत्वा कृत्वा प्राप्य प्राप्य स्थाप्य कोऽपि साहाय्यं करोतु कोऽपि साहाय्यं करोतु कीदृशं पदं प्रयुज्य त्वाक् प्रत्यय त्वा नास्ति अर्थः त्वावत् अस्ति परन्तु ल्यप् ल्यप् अस्ति ल्यप् ल्यप् किमर्थं द मीनिङ्ग् इस् द सेम् द मीनिङ्ग् इस् द सेम् बट् वै इस् इट् डिफ्रेण्ट् रूपं किमर्थं भिन्नम् अस्ति इत्युक्ते तत्र प्र इति उपसर्गः अस्ति यत्र उपसर्गः अस्ति तत्र ल्यप् प्रत्ययः भवति उपसर्गः नास्ति चेत् त्वा प्रत्ययः भवति सो कृत्वा कृ तत्र उपसर्गः नास्ति परन्तु अत्र अस्ति प्रयुज्य स्थाप्य समाप्य सम् इति तत्र अस्ति अस्तु वाक्यं पूरयतु अस्तु अग्रे करोतु भगिनि अर्जुनः अर्जुनः इदानीं किं करणीयं कथं करणीयम् इति वदामि किञ्चित् कथं करणीयम् इत्युक्ते आदौ दत्तस्य शब्दस्य वचनं पश्यतु अनन्तरं लिङ्गम् अनन्तरं तस्मिन् वचने किं रूपं भवति इति वदनीयं सो फस्ट् यु लुक् एट् द वर्ड् यु सी द जेण्डर् यु सी द number and then you go back to the chart or table whichever is helpful and then do it otherwise from memory astu idani kshamyatam bhagini tad ir arjunah arjunah shatrun hatavan ishvah ishvah ishvah ishvah so pratipadikam is ishu सत्यम् उत्तमं सो इषवः सो इट् बिकम्स् उकारान्त उकारान्त पुल्लिङ्गशब्द पुंलिङ्गशब्दः गुरुः गुरु गुरवः गुरवः गुरवः हा गुरवः इषवः सो इट् बिकम्स् बहुवचनम् इषवः हा सो अर्जुनः इषवः शत्रून् हतवान् भगिनी तृतीया विभक्ति वदनीयं विभक्तिः वदनीया तृतीया विभक्तिः का तृतीया विभक्तिः का इषुभिः इषुभिः अर्जुनः इषुभिः शत्रून् हतवान् अर्थः कः वाक्यस्य अर्जुन किल्ड् द शत्रु बै इषु इस् एरो एरो एरो बै एरोस् हि किल्ड् अस्तु हतवान् कीदृशं पदं त्वा प्रत्यय नैव तत्तु हत्वा हतवान् कृतवान् मारितवान् तव तु प्रत्यय अस्ति तव तु प्रत्यय अत्र शत्रून् इति पदस्य विभक्तिः का शत्रून् विभक् शत्रु शत्रु इति प्रातिपदिकं शत्रून् इति पदस्य विभक्तिः का शत्रून् इस् बहुवचनं बहुवचनम् अस्ति सत्यं विभक्तिः का शत्रु गुरून् गुरून् कर्मपदमस्ति तर्हि गुरून् इस् द्वितीया विभक्तिः भगिनी वै डोण्ट् इट् मैट् सौण्ड् कन्फ्यूसिङ्ग् बट् द रीज़न् वै ऐ आस्क् दीस् क्वश्चन्स् इस् बिकास् देन् द अण्डर्स्टाण्डिङ्ग् ऐ एम् अस्यूमिङ्ग् विल् बि बेटर् बिकास् यु हव् टु अण्डर्स्टाण्ड् अर्जुनः इषुभिः शत्रून् हतवान् कान् हतवान् शत्रून् हतवान् सो ओवर् हियर् इट् इस् द आब्जेक्ट् एण्ड् आब्जेक्ट् वि यूस् द्वितीया विभक्तिः विच् वि हव् डन् अस्तु अग्रे सारथिः सोरि भीमः भीमः दुर्योधनः च युध्येते गदे गदा इति प्रातिपदिकं प्रातिपदिकं गदा इस् आकारान्त पुल्लिङ्गशब्दः पुंलिङ्गः किमर्थम् आकारान्त नपुंसक स्त्रीलिङ्गशब्द स्त्रीलिङ्ग मालावत् मालावत् मालावत् so since that gada me a comes therefore it becomes strilinga satyam so it becomes sarathihi sorry bhimah duryodhana cha gadabhyam yudhyete yudhyete uttamam bhagini uttam gadabhyam yato hi tatra dvivachane asti gadeeti padam uttamam अर्थः वदतु वाक्यस्य भीम भीम एण्ड् दुर्योधन फोट् बै गदास् टु गदास् टु गदास् बिकास् टु आफ् देम् अदे अस्तु अग्रे सारथिः सारथिः अश्वान् बध्नाति रज्वः रज्वः रज्वः रजु रजु रज्जु रज्जु रज्जु रज्जु रज्जु सो सारथिः रज्जुभिः अश्वान् बध्नाति बध्नाति उत्तमम् उत्तमं रज्जु इति पदस्य लिङ्गं उकारान्त परन्तु लिङ्गं किं रज्जु रज्जु इस् उकारान्त पुल्लिङ्गशब्दः या स्त्रीलिङ्गशब्दः स्त्रीलिङ्गशब्दः चिन्ता नास्ति भगिनि अश्वान् अश्वान् इति पदस्य विभक्तिः का विभक्तिः का अश्वान् अश्वान् अश्वान् अश्वान् द्वितीया विभक्ति द्वितीया विभक्ति कर्मपदमस्ति कर्मपदम् अग्रे करोतु मुक्तः भक्तः कृष्णस्य प्रियः हर्षः इत्युक्ते हर्षः इत्युक्ते हेपिनेस् अमर्षः इत्युक्ते जेलसी इन्टालरेन्स् इम्पेशन्स् भय इस् फियर् उद्वेगः इस् एङ्सैटि एजिटेशन् सो वि हेव् दट् वि हेव् इट् इन् द 12th चाप्टर् हर्षामर्ष भयोद्वेगैः मुक्तः यः सः प्रियः इति तर्हि अहम् उत्तरमेव उक्तवती अस्तु तृतीया विभक्ति रूपं वदतु तत्र वदतु वेगैः हर्षामर्ष भयोद्वेगैः मुक्तः भक्तः कृष्णस्य प्रियः अर्थः कः भगिनि इदानीम् उक्तवती किञ्चित् द पर्सन् द पर्सन् इस् द पर्सन् हू इस् मुक्त् बिरेफ्ट् आफ् हर्षा है ना बिरेफ्ट् आफ् हर्षा सो हर्षा इस् हैप्पीनेस् हैप्पीनेस् इम्पेशन्स् भय fear and anxiety is priyam to krishna very good uttama krishnasya iti padasya vibhakti ka aha krishnasya krishnasya krishnena krishnasya shashti shashti shashti vibhakti astu agrimam karotu ha ratah ratah chakre vayam pancham aha वयं वयं वयम् अभ्यासयोगः कृष्णम् आप्तुम् इच्छामः वयम् अभ्यासयोगेन कृष्णं प्राप्तुम् इच्छामः क्षम्यतां वयं वयम् अहम् आवा अहम् आवा वि आल् वि आल् वि आल् वि आल् वि आल् बै अभ्यासयोग इण्टेण्ड् टु अटेन् लार्डर्शिप् कृष्णम् उत्तमम् आप्तुं कीदृशं पदम् सुबुन् प्रत्यय उत्तमम् उत्तमम् अस्तु धन्यवादः सत्यं सत्यम् आप्तुं तुमुन् प्रत्यय आप्तुं कर्तुं पठितुं पठितुं वक्तुं वक्तुं तुमुन् प्रत्यय धन्यवादः भगिनि धन्यवादः धन्यवादः विजय थङ्की महोदय करोतु अग्रे रथः चक्रेण चलति चक्रेण किमर्थं तत्र दत्तं पदमस्ति चक्रे चक्रे इति पदस्य लिङ्गं किम् अपि च वचनं किम् चक्रे चक्रः चक्रमस्ति नपुंसकलिङ्ग अस्ति चक्रं तर्हि चक्रे इति पदस्य वचनं किम् बहुवचन हरि ओम् वचनं किं महोदय वनानि द्विवचनमस्ति तर्हि तृतीया विभक्तिरूपं किम् चक्राभ्यां रथः चक्राभ्यां चलति अर्थः कः वाक्यस्य चेरियट् रन्स् आन् टु वील्स् उत्तमम् अग्रे बलरामः प्रहरति हलं प्रहरति उत्तरं किम् हलेन प्रहरति उत्तमम् अर्थः कः बलराम अटैक्स विद द प्लाउ प्लाउ प्लाउ अग्रे पांडवाः शंखाभ्यां शंखा रणघोषं कृतवन्तः शङ्खः शङ्खाः बहुवचनं आकारान्त पुल्लिङ्ग पुंलिङ्ग अकारान्त पुंलिङ्ग शङ्खः अस्ति त अकारान्त पुंलिङ्गशब्दः अस्ति तर्हि तृतीयाविभक्तिरूपं किम् शङ्खैः उत्तमम् पाण्डवाः शङ्खैः रणघोषं कृतवन्तः अपि च अत्र अर्थः कः वाक्यस्य पाण्डवाज रणघोषम् ऐ डोंट नो द इंग्लिश द क्राय ऑफ वॉर रणघोषम इज क्राय ऑफ वॉर cry of war so they announced or they declare the war Pandavas declared the war by conscious. Conscious. Okay. Conscious. Agree. Tuniram Purunaha Asti. Sharaha. Sharaha. Akaranta. Pulling the center. Sharaihi Tuniram Purunaha Asti. Tuniram ityukte quiver, quiver. I don't know what the Hindi word is. Tatra Hindi bhashayam kimasti na jane. Tunireva. Tari. Artha vadatu, artham vadatu. Quiver, what said? Quiver. English word. Quiver. Okay. Quiver. Quiver is full of arrows. Full by arrow. Yes, it is by unfortunately by the literal translation bhavati atra. Astu agre. Kim no Rajye na Govinda. Uttamam. Janati Bhagavad Gita yaha slokam. Artha vadatu. Artham kim iti vadatu. किन्नो राज्येन गोविन्दः क्षम्यताम् अर्थः कः इति वदतु किन्नो राज्येन गोविन्दः वदतु कः अर्थः वाट् इस् द बेनिफिट् आफ् बीङ्ग् नैन् एक्चुलि लिटरल् वर्ड् ऐ एम् फैण्डिङ्ग् द ट्रान्स्लेशन् बट् किन्नो राज्येन गोविन्दः What is the benefit? Do with the? What will do with the kingdom? Kingdom. Kimno Rajyena Govinda Kim Bhogai Jivitena Va. Astu. Agree. Pakshinaha Dayante. Pankhau. Pakshau. Pakshau. पङ्खः एव अर्थः तु तदेव विङ्ग् इति विङ्ग् पक्षिणः पक्षौ डयन्ते परन्तु तृतीया विभक्तौ महोदय पक्षिणः पक्षः अकारान्त पुल्लिङ्गशब्दः उत्तमं तर्हि पक्षैः डयन्ते पक्षिणः पक्षैः किमर्थं पक्षौ इति शब्दस्य वचनं किम् सोरि सोरि द्विवचनं पक्षाभ्यां पक्षिणः तर्हि अर्थः कः वाक्यस्य बर्ड्स् फ्लै बै टू विङ्ग्स् उत्तमम् अग्रे छात्राः लेखन्यः लिखन्ति लेखनी ईकारान्त स्त्रीलिङ्गशब्दः लेखनी लेखन्या नदीवत् अस्ति पश्यतु तत्र लेखनी लेखनी लेखनीभिः लेखनीभिः छात्राः लेखनी फैण्डिङ्ग् क्षम्यतां लेखनीभिः छात्राः लेखनीभिः लिखन्ति ओके अर्थः कः वाक्यस्य The female child, chhatraha. Students. Female students writes with, by pen. Pencil. Uttama. Pencil. Astu. धन्यवादः महोदय, धन्यवादः. विशालाक्षी भगिनी अग्रिमम् अग्रे करोतु. कविभागे एकः शब्दः दत्तः अस्ति. विभागे तस्य शब्दस्य तृतीया विभक्तेः रूपद्वयं दत्तम् अस्ति. तयोः उचितं रूपं चित्वा रिक्तस्थाने लिखत. इन् द विभाग दे हेव् गिवन् वन् ईच् वर्ड्स् ख विभाग दोस् वर्ड्स् तृतीया विभक्ति टु रूपं इस् बीन् गिवेन् सो उचितरूपं वी हेव् टु रैट् इन् द ब्लाङ्क्स् एक्साम्पल् उदाहरण यज्ञौ यज्ञाभ्यां यज्ञाभ्यां यज्ञाभ्यां यज्ञैः नास्ति. किमर्थं यज्ञैः नास्ति? बिकास् यज्ञौ यज्ञ इस् सिङ्ग्युलर् यज्ञौ एण्ड् इट् इस् यज्ञौ यज्ञौ इस् सिङ्ग्युलर् न यज्ञौ इस् ड्युवेल् यज्ञः यज्ञौ यज्ञाः अकारान्त पुंलिङ्गशब्दः अस्ति. यज्ञौ यज्ञौ यज्ञौ अर्थः कः? साक्रिफैस् भगिनि तत्र प्रश्ने चित्वा इति पदं दत्तमस्ति. तत्र चित्वा कीदृशं पदं? चित्वा चित्वा इति पदस्य अर्थः कः? गिवन् नो चित्वा मीन्स् आफ्टर् चूसिङ्ग् सो रिक्तस्थाने चित्वा लिखत. आफ्टर् चूसिङ्ग् विच् इस् द करेक्ट् वन् यु रैट् रैट् ओके अस्तु. विभागे इति पदस्य विभक्तिः जानाति किं? विभक्तिं जानाति किम् विभागे? नैव. कोऽपि साहाय्यं कोऽपि साहाय्यं करोतु. विभागे इति सप्तमी उत्तमं सप्तमी अस्तु अग्रे करोतु भगिनि. नद्याव् नदी वट् इस् इट् नदी नद्यौ नद्यौ हि इति नदी नदी नद्यौ नद्यः नद्यः इदानीं नद्यौ इति पदस्य लिङ्गं किं वचनं किं? लिङ्गम् इस् इकारान्त स्त्रीलिङ्गशब्द उत्तमम्. वचनं किं? वचनौ नदी द्विवचनं द्विकं तर्हि नदीभ्यां नदी नदीभ्याम् उत्तमं नदीभ्यां नदीभ्याम् इति पदस्य अर्थः कः? बै टु रिवर्स् उत्तमम् अग्रे. क्रतवः क्रतवः मीन्स् क्रतु उत्तमं क्रतु इति प्रातिपदिकं प्रातिपदिकं क्रतु सो देट् बिकम्स् क्रतु क्रतुः क्रतु क्रतु क्रतवः दोदा फ क्रतुः क्रतु क्रतु क्रतवः क्रतु तर्हि क्रतवः इति शब्द वचनं किं? वचनम् इस् द्विवचनं. किमर्थं? क्रतवः इस् बहुवचनं बहुवचनं बहुवचनं बहुवचनं बहुवचनं सो इट् विल् बिकम् क्रतुवः बिकम्स् क्रतुभिः क्रतुभिः सो क्रतुभिः सम्यक् अस्ति. क्रतुभिः इति पदस्य अर्थः कः? बै more than two Kratu means what actually? Intelligence. Kratu is intelligence. Personified understanding. By more than two understanding. You can say. Agree karotu? Adityaha. Aditya. Aditya. Aditya. Tehi. It should come. आदित्यैः उत्तमम् सो आदित्यः आदित्यैः उत्तमम् इति शब्दस्य अर्थः कः आदित्यैः मीन्स् सन् सत्यं सन् और् इट् कुड् बि द मीनिङ्ग् आफ् सम्बडि इस् एसो एन् सन् ओ आदित्यः नाम अपि भवितुमर्हति किल नाम अपि भवितुम् धन्यवादः धन्यवादः विजयकुमार् महोदय अग्रे करोतु आम् भगिनि श्रुतिः श्रुतिः श्रुत्या श्रुतिभ्यां श्रुतिः It means road, pathway. Road, okay. Or it also means something that is moving. It is okay. Also means so, something that is moving, wandering. It will be Shritya. Shritya. Kim artham? Lingam kim? Ekvachanam. Shritya? Shritya? Ikaranta. Ikaranta Shrilinga Shabda. Uttama. स्त्रित्या इति शब्दस्य अर्थः कः बै द रोड् बै द रोड् बै वाण्ड्रिङ्ग् एक्सेट्रा अस्तु अग्रे उत्तमं मित्रे मित्राभ्यां मित्रैः मित्रैः फ्रेण्ड् मित्रैः मित्रे तत्र वचनं किम् मित्रे वनं वने वनानि मित्रं मित्रे मित्राणि मित्रे इस् द्विवचनं तर्हि तृतीयाविभक्तिरूपं किम् मित्राभ्यां मित्राभ्याम् इति पदस्य अर्थः कः By two friends. Uttamam. Agre. Hayaha. Hayehe hayabhyam. Hayaihi. Hayaihi hayabhyam. Hayaihi hayabhyam. What is hayaha? Haya is horse. Hayaha is horses. So? Horses. अकारान्त पुल्लिङ्गशब्द तर्हि सम्यक् रूपं किम् हयाभ्यां किमर्थं हयाः रामः रामौ रामाः हयः हयौ हयाः हयैः धन्यवादः अस्मिता भगिनी करोतु अग्रे नार्यो नार्यः द्विवचन पुंलिङ्गे द्विवचन पुंलिङ्गे किमर्थं नारी इति प्रातिपदिकमस्ति आमामां नारी नदीवत् अस्ति नदीवत् नदी नद्यौ नद्या नद्यौ नारीभ्यां नारीभ्यां तर्हि नारीभ्याम् इति पदस्य अर्थः कः बाय् द कोकोनट् कोकोनट् नैव नारी नारी केलं नास्ति नारी एव बाय् द लेडीस् बाय् द लेडीस् नारी केलं नास्ति देट् इस् कोकोनट् बट् नारी बै सेल्फ् लेडीस् सो बै टू लेडीस् नारीभिः बै मेनी लेडीस् अस्तु अग्रे शरौ अत्र अत्र पुंलिङ्गे पुंलिङ्गे द्विवचनं कारान् द्विवचनं शराभ्यां अर्थः कः शराभ्याम् इति पदस्य एक्स्ट्राक्ट् नैव शर इस् एरो एरो शर इस् एरो सो शराभ्याम् इत्युक्ते किम् टु एरोस् बै टु एरोस् टु एरोस् बै टु एरोस् अग्रे वज्रं वज्रं नपुंसकलिङ्ग् एकवचनं वज वनवनानि वज्रं वज्रे वज्राणि नैव तृतीया विभक्तौ वज्रेण वज्राभ्यां वज्रैः परन्तु अत्र अत्र अत्र वज्रेण एकवचने अस्ति वज्रेण वज्रम् इत्युक्ते वज्रम् इत्युक्ते किं डायमण्ड् और् एनिथिङ्ग् देट् इस् हार्ड् डायमण्ड् और् एनिथिङ्ग् देट् इस् हार्ड् अस्तु धन्यवादाः भगिनि अग्रे कविता कविता भगिनी वदतु करोतु परन्तु आदौ अहं किञ्चित् वक्तुम् इच्छामि अत्र अत्र किं करणीयमिति यदा वयं साधनस्य विषये अथवा भावसूचकस्य विषये अथवा साहचर्यस्य विषये अथवा असाहचर्यस्य विषये अथवा हेतुवाचकस्य विषये अथवा प्रयाणसाधनस्य विषये अथवा किमपि क्रीणीमः तदा कति रूप्यकाणि दत्तानि तस्य विषये प्रष्टुम् इच्छामः तदा किम् इति शब्दस्य तृतीयारूपम् आवश्यकी आवश्यकम् अस्तु सो वेनेवर् वी वाण्ट् टु आस्क् अबौट् हौ संथिङ्ग् वित् वाट् संथिङ्ग् इस् बीङ्ग् डन् or with what some emotion, with which emotion something is being said, all those, you know, or with whom somebody is going, or by what vehicle somebody is going, then we have to ask the question also in third case only, in the tritiya vibhakti. For example, idanim patatu, idanim agre patatu. रेखा डिकता डी नास्ति रेखाङ्क अस्ति तर्हि रेखाङ्कितान् रेखाङ्कितान् रेखाङ्कितान् शब्दान् अधिकृत्य यथो यथो उदाहरण प्रश्नान् लिखन् लिखत लिखत लिखत द वर्ड्स् विच् आर् अण्डर्लैन्ड् the words which are underlined that has to be converted into questions using that adhikritya means keeping that in mind or making that the subject you not the subject as in subject of grammar karta never not that way but making the, based on that we can say that based on that यथो उदाहरणं प्रश्नान् लिखतौ सो यु हव् टु मेक् क्वश्चन् नौ अधिकृत्य कीदृशं पदम् अधिकृत्य तर्हि अधिकृत्य कीदृशं पदं त्वा प्राप्य स्थाप्य त्वा प्रत्ययस्य अर्थः परन्तु ल्यप् ल्यप् प्रत्ययः इदानीं सहायार्थं तत्र द्विशतमे पुटे तत्र रूपाणि दत्तानि सन्ति आन् पेज् 200 पुंलिङ्गे त्रिषु लिङ्गेषु अपि दत्तानि सन्ति रूपाणि तत्र पश्यतु हा तत्र तत्र सहायं स्वीकृत्य करोतु आरम्भं करोतु ते उदाहरणं ते पुष्पैः अर्चन्ति ते कैः अर्चन्ति दे डू अर्चना बै पुष्पा दे डू अर्चना वित् वाट् सो दे वर्षिप् वित् वाट् इदानीं पुष्पैः इति पदस्य लिङ्गम् अपि वचनं वदतु पुष्पं पुष्पे पुष्पाणि नपुंसकलिङ्गः तृतीयाविभक्ति बहुवचनं पुष्पैः बहुवचनं तृतीयाविभक्तिः बहुवचनं तर्हि प्रश्नः अपि किं शब्दस्य पुंलिङ्गे तृतीयाविभक्ति बहुवचने अस्ति तत्र पश्यतु कैः इति अस्ति इदानीम् अग्रिमं करोतु अर्जुनः हस्ताभ्याम् अयुध्यतः सो विसर्गः नास्ति अयुध्यत अर्जुनः हस्ताभ्याम् अयुध्यत अर्जुन अयुध्यतय फैट् फोट् पास्ट् टेन्स् लङ्लकारः अस्ति अच्छा अयुध्यत लङ्लकारः अर्जुन फोट् बै हेण्ड्स् बै हस्ताभ्याम् टु हेण्ड्स् so you told the word which is being used it has to be used the question also satyam so arjunah kabhyam ayudhyat ayudhyata uttam arjunah kabhyam ayudhyata punyena punyena trishu lingeshu dvivachane tritiya vibhakti rupam samanam eva santi so we have to remember less तत् स्मरणार्थम् अधिकं नास्ति अस्तु अर्थः केन इदानीं हस्ताभ्याम् अयुध्यत इति लिखन्ति अस्ति यतोहि अर्जुनः सव्यसाचिन् आसीत् सव्यसाचिन् ही कुड् फैट् सैमिल्टेनियस्लि वित् बोथ् हिस् हेण्ड्स् ही हेड् पवर् देट् इस् वै हस्ताभ्याम् अयुध्य क्षम्यताम् एम्बिडेक्स्ट्रस् अस्तु अग्रिमं करोतु सिद्धसिद्ध्यः स्तुतिभिः स्तुवन्ति सिद्धसङ्घाः अच्छा सिद्धसङ्घाः स्तुतिभिः स्तुवन्ति सिद्धसङ्घाः मीन्स् अ ग्रूप् आफ् दोस् हु हेव् अचीव्ड् सक्सेस् सो सिद्धिः सिद्धा सो सिद्धसङ्घाः ग्रूप् आफ् दोस् सिद्धा सिद्धानां समुदायः अच्छा समुदाय स्तुतिभिः स्तुति टु डु स्तुति स्तुतिभिः प्रश्ने दिस् मीनिङ्ग् ऐ काण्ट् अण्डर्स्टाण्ड् हा स्तुतिभिः स्तुवन्ति स्तुवन्ति इस् टु प्रेस् एण्ड् स्तुतिभिः प्रेस् वित् आल् दोस् वेदास् आर् वित् प्रेस् यु केन् से देट् आल् द वेदास् इन् द 11th chapter इट् इस् देर् स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः. स्तुतिभिः पुष्कलाभिः, पुष्कलाभिः इस् वेदास् एण्ड् स्तुतिभिः बै दोस् विच् यु प्रेज़् वर्दि यु गेट्स्. ओके, बाय बाय, देट् इस् बाय, यु हेव् टु रिमेम्बर् बाय. सिद्धसिद्धयाः काभिः सिद्धसङ्घाः, सिद्धसङ्घाः काभिः स्तुवन्ति सिद्धसङ्घाः वित् वाट्, काभिः वित् वाट्, स्तुतिभिः. स्तुति उत्तमम्. अग्रिमम्, अग्रिम सर्वविध सर्वभावेन देवं भजति. सर्वविध सर्ववित् इस् वन् हू नोस् एव्रिथिङ्ग्. सर्ववित् द ज्ञानी, वि केन् से ज्ञानी, ज्ञानी द ज्ञानी वित् वाट् डू दे डू देव देवपूजनं देव भजति. सो भावेन भावेन केन सर्वविध केन केन केन देवे देवं भजति वित् वाट् डू दे डू द भजनं आफ् देव सर्वभावेन मीन्स् वित् आल् इमोशन्स् आर् वित् आल् वेदर् इट् इस् ज्ञानी वेदर् इट् इस् ज्ञानं योग कर्म भक्ति. अस्तु, धन्यवादः भगिनि. धन्यवादः विजय थङ्की महोदय, अग्रिमं करोतु. आं भगिनि. वैनतेयः चञ्चवा नागान् भक्षयति. वैनतेयः काभ्यां नागान् भक्षयति. काभ्यां किमर्थं तत्र धेनु इति पदस्य वत् अस्ति, धेनुवत् अस्ति, चञ्चु चञ्च्वा, चञ्च्वा चञ्चुभ्यां चञ्चुभिः. तर्हि तत्र चञ्च्वा इति पदस्य लिङ्गं किं? स्त्रीलिङ्गे अस्ति, स्त्रीलिङ्गे. अपि च वचनं किं? द्विवचनं. द्विवचनं नास्ति, एकवचनमेव. एकवचनं चञ्च्वा, तृतीया विभक्तिः. कया नागान् भविष्यति? नागान् भक्षयति. अर्थः कः वाक्यस्य? वैनतेय, द बर्ड्स्, वैनतेय इस् अ बर्ड् बट् ऐ डोण्ट् नो द ईगल्. ओके, ईगल्. ईगल् ईट्स् नाग्स् वित् हिस् वित् बीक्स् बीक्स् बीक्स् बीक्स् Bix. Eagle and Nags with Bix. Kaya Nagan Bhakshayati. Astu, agree, agree. Okay. Vayam Karanabhyam Shrunu Maha. Vayam Karanabhyam Karanaha. Akaranta Pullinga Shabda. Vayam काभ्यां शृणुमः. शृणुमः वयं काभ्यां शृणुमः, अर्थः कः वाक्यस्य? वी हियर् फोर् फ्रोम् विच् आर्गन् ऐ शुड् से बट् बै टु इयर् नो या बै वाट् डु वि हियर् by karnabhyam. By karnabhyam. So be here with our ears. Agree. Yeah, what will be the question of this sentence? You have already told, no? Vayam kabhyam shunumaha. In English. Vayam kabhyam. With what do we hear? With what do we hear? With what do you hear? Or by what do we hear? By which organ do we hear? By which organ? Yes, yes. organ over here is not there, the word organ is not there. Yes. But by what do you hear? Kabhyam. Bhaktaha Shraddhaya Bhajanti. Bhaktaha Kaya Bhajanti. Uttama. Actually, Artha? Bhaktaha Shraddhaya Bhajanti. The devotees, by faith. Pray or worship. By faith, or with faith also you can say by faith, because in English exact translation tatra tu kleshah eva. Okay. Agree. Yodhau hayabhyam gachyatah. Yodhau kabhyam gachyatah. Uttama. Apicha arthah. Warriors goes by horses. How many warriors? Two warriors. Uttama. Dhanyavada. Dhanyavada. Vishalakshi Bhagini. Vishalakshi Bhagini, agree karo tu. Yeah. Where next one is, where is it now? Okay. Bharatam dharmena shobhate. Bharatam dharmena. Dharmena. Bharatam is singular, no? Bharatam is singular. Yeah. Dharmena? Dharmena is also singular only. So we have to... Yeah. Dharmena, singular. Which shabda it is a? Bharatam. Pumlingya. Dharma. Dharma. Pumlingya. Tari. Pumli. Prashna. Kena. No? Kena. Bharatam kena shobhate. Kena shobhate. Artham vadatu, artham vadatu. Bharata shobhate means, what do you call it in English, Baba? Shines with the dharma. Right. Correct? By righteousness. Yeah. परन्तु इदानीं तु न जाने धर्मः अस्ति वा नास्ति न जाने सो वित् बै वाट् डस् भारत् शैन् उत्तमं खगाः पक्षाभ्यां खे दयन्ते खगाः बर्ड्स् फ्लै वित् by with the wings. A is what? K is just a avyaya, no? No. In the sky. No? Come. In the sky. Achcha, in the sky. So, come khagaha. Is sky and then? Khagaha. Khagaha. What do you tell now? Kasam? Vibhakti hi ka? Apekshita vibhakti hi ka? Pakshabhyam is Tritiya vibhakti dvivachanam, no? Correct. So? So khagaha... So, prashna. काभ्याम् ओके काभ्यां सोरि अत्र त्रिषु लिङ्गेषु द्विवचने समानम् एव रूपं तर्हि काभ्यां सो खगाः काभ्यां खेदयन्ति क्वश्चन् यूयं यज्ञेन प्रसविष्यध्वम् UM. UM is they, no? They all. नैव सहायं करोतु कोऽपि अहं नो वाट् इस् इट् यूयं वि आल् सहायं करोतु कोऽपि यूयम् इत्युक्ते किम् यू आल् त्वं युवां यूयं यु आल् यु आल् ओके यु आल् यु आल् So, you all prasavishyadvam means? Prasavishyadvam means with, get liberation or make him happy, like that. Yeah. With, so we may, we, with, the, with the sacrifice. With sacrifice. Tritiya, sacrifice, yes. Tatra, Trayaha, Tritiya Adhyayati. Yeah. Yeah, so what is it that Yagnena? So by what? Kena. Uttam. Yuyam. Kena. Yuyam. Kena prasavishyadvam. Yagnena prasavishyadvam. Yeah. Yes, yeah. Yeah. Dhanyavada. What to... Dhanyavada. Dhanyavada. Dhanyavada. Dhanyavada. समयः तु अस्ति विजय विजयकुमार् महोदय अग्रिमं शीघ्रं करोतु आं भगिनि शीघ्रं ते रागद्वेषवियुक्ते युक्तेः इन्द्रियेः विषयान् वियुक्तैः इन्द्रियैः विषयान् सेवन्ते इन्द्रियैः ते रागद्वेषयुक्तैः कैः उत्तमं विषयान् सेवन्ते तैः अर्थः विषयान् सेवन्ते अर्थः कः इट् इस् रागद्वेष लैक् एण्ड् डिस्लैक् Okay, that's why like, that's why like, okay. By the sense so, organ, likes and dislike or with the sense organ, Vishyan Sevante. We proceed with the Indriya. Naiva, aham vadami. They all these people who are either wanting liberation or those who are liberated. Raga Dvesha Vyuktaihi means bereft of likes and dislikes. Dislikes, okay. They enjoy objects. Okay. Yogi, Yogi Ananya Chintayaya Devam Smarati. Ananya Chintataya. Chintataya. Chintataya. Ananya Chintataya. योगी कयाः देवं स्मरति कया अनन्यचिन्ततया इति किं without any other thought okay continuously without any other thought they remember god yogi remembers god kaya sadhana arjuna hai shishya bhavena krishnam prichyati krishna bhavena shishya bhavena kena arjuna hai kena कृष्णभावेन पृच्छति हा केन कृष्णभावेन उत्तरं न वदनीयं प्रश्ने तु उत्तरं न अपेक्षितम् ओ ओके ओके अर्जुनः केन कृष्णं पृच्छति शिष्यभावेन कृष्णं पृच्छति सो ही आस्क्स् वित् द एटिट्यूड् आफ् अ स्टूडेण्ट् स्टूडेण्ट् धन्यवादः महोदय कविता भगिनि अग्रिमं करोतु. आं भगिनि, वयं राज्यसुख लोभेन स्वजनं हन्तुम् उद्यता स्मः. We all, for Rajya Sukha, greed of Rajya Sukha, kill our own Swajana. Our own people, we are ready to kill. We are ready to kill. Ready to kill. Udyataha. Tari Prashnah kaha? वयं केन स्वजन हन्तुम् उद्यता स्मः. अग्रे सत्त्वगुणः सुखज्ञानसङ्गाभ्यां जीवं देहे बध्नाति. सत्त्वगुणः सुखज्ञानसङ्गायां sangabhyam, that means with sangabhyam, with happiness jeev, and knowledge, with happiness, by happiness and knowledge, jeevam dehe badhnati, that means the soul is bound to the body because of or by happiness and knowledge. Knowledge binding, even sattva guna finally according to the scriptures has to go off. सत्त्वगुणः काभ्यां जीवं देहे बध्नाति. बै वाट् इस् द सत्त्व. उत्तमं, धन्यवादः भगिनि. अस्मिता भगिनि करोतु. दैवी सम्पदा मोक्षः सिद्धयति. कया मोक्षः सिद्धयति? सत्यं, कया, यतोहि तत्र दैवी सम्पत् इति तकारान्त स्त्रीलिङ्गशब्दः अस्ति. तमोगुणः प्रमादालस्य निद्राभिः जीवचैत्यं प्रमादालस्य निद्राभिः जीवचैतन्यं बध्नाति. तमोगुणः काभिः जीवचैतन्यं बध्नाति? अर्थः कः वाक्यं? तमोगुणः द लेज़िनेस् प्रमादालस्य निद्राभिः. सो प्रमाद इस् एरर्स् मिस्टेक्स्, आलस्य इस् लेज़िनेस् एण्ड् निद्रा इस् स्लीपिनेस्. The life, the chaitanya of life is bound with the tamoguna. Agree. Asha pashashyatehi baddhaha anyayena arthas सञ्जयान ईहन्ते. तैः कैः बद्धाः अन्यायेन अर्थसञ्चयान ईहन्ते? अर्थं जानाति किम्? आशापाशशतैः, इट् मीन्स् दीस् बौण्ड् पीपल्. It is there in the 16th chapter, with lot of desires and lot of greed, these evil people, they want to collect wealth through unjust means, through injustice. Anyayena is injustice. They want to collect ihante, that means they need, they do that. They want to collect money through ill means. So, unjust means. Agree. भगिनि अन्यायेन इति पद अन्यायेन इति पदस्य विभक्तिः का अन्यायेन द्वितीया द्वितीया विभक्तिः किमर्थम् अन्यायेन बाणेन रामेण तर्हि तृतीया तृतीया विभक्तिः अग्रे ईश्वरः यन्त्रारूढानि सर्वभूतानि मयया मायया भ्रामयति मयया कया ईश्वरूढानि सर्वभूतानि कया भ्रामयति disillusions or rather he makes them ignorant dhramayati he makes them ignorant by illusion he makes them ignorant by illusion astam dhanyavadah samayah tu atitah eva shanti mantram vadati kim bhagini bhavati eva janati kim अत्र अहं स्थापयिष्यामि चिन्ता नास्ति भगिनी गृहकार्यं भगिनी हा गृहकार्यरूपेण कुर्वन्तु आम् सत्यं गृहकार्यरूपेण कुर्वन्तु हा तदपि वक्तुं शक्यते चिन्ता नास्ति अथवा अत्र पठित्वा एव वदतु चिन्ता नास्ति शान्तिमन्त्रः सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः शान्तिः शान्तिः हरि ओम् धन्यवादः अनिके धन्यवादः पुनर्मिलामः धन्यवादः धन्यवादः